सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्। आरम्भे अहम् एकं श्लोकं स्मारयामि। उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहमकृत्रिमं सज्जनानां स्वभावोऽयं केनेन्दुशिशिरीकृतः। अत्र उपकर्तुं प्रियं वक्तुम् अकृत्रिमं स्नेहं कर्तुं सज्जनाः कारणं न पश्यन्ति। सज्जनाः विशेषकारणं विना उपकारं कुर्वन्ति, प्रियवचनानि वदन्ति, उत्तमः व्याजं विना इत्युक्ते निर्व्याजस्नेहं कुर्वन्ति। किमर्थम् एतादृशरीत्या लोके सज्जनाः व्यवहरन्ति इति वयं किञ्चित् चिन्तनं कुर्मः चेत् तत्र एकमेव उत्तरमस्ति। तेषां स्वभावः एव तादृशः, तत्र किमपि अन्यत् कारणमेव नास्ति, तेषां स्वभावः तादृशः। अत्र कविना एकं सादृश्यम् उक्तमस्ति, केनेन्दुः शिशिरीकृतः इत्युक्ते इन्दुः इत्युक्ते चन्द्रः, चन्द्रः शीतलीकरोति, शीतलीकृतः इत्युक्ते चन्द्रः स्वभावतः एव शीतलः, तथा एव सज्जनाः अपि विना कारणं लोकोपकाराय कार्याणि कुर्वन्ति अपि च निर्व्याजस्नेहं कुर्वन्ति। अत्र सज्जनानां तुलना चन्द्रेण सह कृतमस्ति। वयं साधारणतया शृणुमः रामचन्द्रः, रामचन्द्रः इत्युक्ते रामः, चन्द्रः इव इति अर्थः, इत्युक्ते अत्र द्वयोर्मध्ये सादृश्यमस्ति, तुलना अस्ति। तथा एव अत्र अस्मिन् श्लोके अपि तुलना अस्ति। किमर्थम् इमं श्लोकं स्मारितवती अद्य इत्युक्ते अस्मिन् श्लोके उपकर्तुं प्रियं वक्तुं स्नेहं कर्तुम् एतानि पदानि तुमुन्नन्तरूपाणि। वयं जानीमः एव गते सप्ताहे वयम् अपेक्षया इति एकं पदं ज्ञातवन्तः, अपि च यत्र तत्र इति पदद्वयम् अपि अस्माभिः अधीतम्। अद्य वयं नूतनं पदं ज्ञास्यामः, तत्र तुमुन् इति एकः प्रत्ययः, तस्मिन् विषये किञ्चित् चिन्तनं कुर्मः। यदि अत्र गृहपाठविषये चिन्तनं कर्तुम् इच्छन्ति चेत् किञ्चित् गृहपाठविषये चिन्तनं कृत्वा अद्य गच्छेम। अत्र भूमा भगिनी भवती श्रावयतु। अत्र मम संस्कृतस्य ज्ञानस्य अपेक्षया आङ्ग्लभाषायाः ज्ञानं लघु एव। मम भगिन्याः गृहस्य अपेक्षया मम पुत्र्याः गृहं नवीनम् अथवा नूतनं। नवीनं पदं समीचीनं वा भगिनि? नवीनं। बेङ्गलूरुनगरस्य अपेक्षया दिल्लीनगरम् अतिसुन्दरम्। यत्र धर्मस्य ग्लानिः भवति तत्र कृष्णः स्वयमेव उद्धर्तुम् अवतरिष्यति अवतारं करोति अवतरति। यत्र रामायणपारायणं प्रचलति तत्र अहम् एकवारम् अत्र भगिनी स्थगयतु। कोऽपि वदति वा अवतरति इत्यस्य अर्थः कः? अवरोहणं करोति। नित्यानन्द तादृशार्थः एव अत्र। तले महोदय वदति वा अवतरति इत्युक्ते? अवतरति इत्युक्ते अत्र पृथ्व्यां जन्मं अहं न जानामि किं वक्तव्यं. तदेव अत्र इत्युक्ते साधारणतया वयम् अवतारः अवतरति इति शृणुमः. अस्माकं कृते दिवितः भूमि आगच्छति. अस्तु, अनन्तरं वदतु भगिनि. रामायणपारायणं सन्ताः बहवः सङ्ख्येन बहु आगच्छन्ति. सङ्ख्येन वा सम्यक् वा? पुनः वदतु वाक्यं. रामायणपारायणं प्रचलति, तत्र सन्ताः बहु सङ्ख्येन आगच्छन्ति. सङ्ख्यया आगच्छन्ति. तदेव भगिनि. अस्तु, सर्वे अत्र श्रावितुमिच्छन्ति वा, नो चेत् अग्रे गच्छेम वा? तत्र अपेक्षया इत्यस्मिन् विषये वयं बहु चिन्तनं, गभीरचिन्तनं गते सप्ताहे एव कृतवन्तः. तदर्थम् अद्य वयं तुमन् प्रत्ययस्य विषये किञ्चित् ज्ञास्यामः. भवन्तः सर्वे उत्तमरीत्या एव लिखितवन्तः इति मम चिन्तनमस्ति. तत्र समयस्य अभावेन अद्य वयं बहु किमपि कार्याणि कुर्मः. तदर्थम् अग्रे गच्छेम. अत्र प्रथमतया तुमन् प्रत्ययस्य विषये किञ्चित् ज्ञास्यामः. अत्र तुमन् इति एकः प्रत्ययः संस्कृतभाषायां. वयं पूर्वमेव वयं जानीमः, साधारणतया नित्यं तस्य उपयोगं कुर्मः एव. अहं संस्कृतकक्ष्यां गच्छामि. किमर्थं? संस्कृतं पठितुं गच्छामि, संस्कृतम् अवगन्तुं गच्छामि, संस्कृतं ज्ञातुं गच्छामि तथा. अपि च अहं विद्यालयं गच्छामि. किमर्थम्? किमर्थमित्युक्ते पठितुं विद्यालयं गच्छामि. अथवा अहं कार्यालयं गच्छामि. किमर्थं? कार्यं कर्तुं गच्छामि. इत्युक्ते अत्र यत्र यत्र प्रयोजनमस्ति तत्र तुमन् इत्यस्य उपयोगं कुर्मः. इत्युक्ते उत्तरे तुमन् प्रत्ययस्य रूपम् आगच्छति तत्र. अपि च इच्छतेः विषये अपि तुमन् प्रत्ययस्य उपयोगं कुर्मः. इत्युक्ते अहं संस्कृतं पठितुमिच्छामि, अहं मधुरं खादितुम् इच्छामि, अहं चलनचित्रं द्रष्टुमिच्छामि. तत्र इच्छतेः विषये अपि. नित्यानन्दमहोदय, किञ्चित् म्यूट् करोतु कृपया. बहु ध्वनिः अस्ति महोदय, तदर्थं किञ्चित् म्यूट् करोतु. आं, कृतवान्. अत्र तादृश इत्युक्ते अहं संस्कृतं ज्ञातुमिच्छामि, तादृशरीत्या इच्छतेः विषये अपि तुमन् प्रत्ययस्य उपयोगं कुर्मः. तथा एव अहं कार्यं कर्तुं शक्नोमि, तत्र क्षमता अस्ति. तत्र शक्नोतेः विषये अपि तुमन् प्रत्ययस्य उपयोगं कुर्मः. अहं संस्कृतभाषां वक्तुं शक्नोमि, भाषायां अथवा भाषया वक्तुं शक्नोमि, तादृशरीत्या. इत्युक्ते अत्र यत्र यत्र प्रयोजनमस्ति, अपि च इच्छतेः इत्यस्मिन् विषये, अपि च शक्नुतेः विषये अपि तुमन् प्रत्ययस्य उपयोगं कुर्मः. तत्र तादृशेषु वाक्येषु तुमन् प्रत्ययान्तरूपं पश्यामः. अत्र एकः विषयः स्मर्तव्यः. तत् किमित्युक्ते यदि वयं भविष्यत्कालरूपं जानीमश्चेत् तुमुन्नन्तरूपं सुलभतया वक्तुं शक्नुमः. कथम् इत्युक्ते पाधातोः रूपं तत्र पाधातोः रूपं पिबति लट्लकाररूपं, किन्तु पाधातोः भविष्यत्कालरूपं लृट्लकाररूपं पास्यति. यदि पास्यति रूपं जानीमश्चेत् तत्र तुमुन्नन्तररूपं पातुम् इति भवति. इत्युक्ते तत्र केवलं लट्लकाररूपं जानीमश्चेत् तुमुन्नन्तररूपं वक्तुं न शक्नुमः. भविष्यत्कालरूपं जानीमश्चेत् अस्माकं कृते कार्यं सुलभं भवति तुमुन्नन्तररूपं साधयितुं. तथा एव दाधातुः अस्ति, दाधातोः रूपं ददाति लट्लकाररूपं, किन्तु भविष्यत्कालरूपं दास्यति. दास्यति इति पदं जानीमश्चेत् तुमुन्नन्तररूपं दातुम् इति तथा वक्तुं शक्नुमः. इत्युक्ते भविष्यत्कालरूपं जानीमश्चेत् किञ्चित् सुलभरीत्या तुमुन्नन्तररूपस्य ऊहां कर्तुं शक्नुमः इति एकः विषयः. अत्र इतोपि अत्र विषयः तु यत्र प्रयोजनमस्ति तत्र किमर्थम् इति प्रश्नं पृच्छामश्चेत् तत्र उत्तरं वदामः. तस्मिन् उत्तरे तुमनन्तरूपं साधारणतया रूपं द्रष्टुं शक्नुमः. अत्र सर्वेषां पार्श्वे एकवारं संस्कृतभारत्या निर्मितं करपत्रमस्ति चेत् एकवारं पश्यन्तु. अत्र तुमुन्नन्तररूपाणि इति करपत्रमस्ति, सर्वेषां पार्श्वे करपत्रमस्ति चेत् एकवारं रूपाणि पश्येम. अत्र अत्र शोभा भगिनी भवती पठति वा? अत्र प्रथमतया लट्लकाररूपं पठतु, अनन्तरं भविष्यत्कालरूपं पठित्वा तुमुन्नन्तररूपं पठतु. अस्तु. गच्छति, गमिष्यति, गन्तुं. पठति, पठिष्यति, पठितुं. पतति, पतिष्यति, पतितुं. क्रीडति, क्रीडिष्यति, क्रीडितुं. वदति, वदिष्यति, वक्तुं. पिबति, पास्यति, पातुं. लिखति, लेखिष्यति, लेखितुं. नयति, नेष्यति, नेतुं. पश्यति, द्रक्ष्यति, द्रष्टुं. पृच्छति, प्रक्ष्यति, प्रष्टुं. भवति, भविष्यति, भवितुं. मिलति, मेलिष्यति, मेलितुं. त्यजति, त्यक्ष्यति, त्यक्तुं. खादति, खादिष्यति, खादितुं. जानाति, ज्ञास्यति, ज्ञातुं. करोति, करिष्यति, कर्तुं. शृणोति, श्रोष्यति, श्रोतुं. ददाति, दास्यति, दातुं. प्रेष्यति, प्रेषयति, प्रेषयिष्यति, प्रेषयितुं. प्रक्षालयति, प्रक्षालयिष्यति, प्रक्षालयितुं. उत्तिष्ठति, उत्थास्यति, उत्थातुं. उपविशति, उपवेक्ष्यति, उपवेष्टुं. स्थापयति, स्थापयिष्यति, स्थापयितुं. स्मरति, स्मरिष्यति, स्मर्तुं. आगच्छति, आगमिष्यति, आगन्तुम्. अस्ति, भविष्यति, भवितुम्. सूचयति, सूचयिष्यति, सूचयितुम्. इच्छति, एषिष्यति, एष्टुम्. स्वीकरोति, स्वीकरिष्यति, स्वीकर्तुम्. गृह्णाति, ग्रहीष्यति, ग्रहीतुम्. रोदिति, रोदिष्यति, रोदितुं. शक्नोति, शक्ष्यति, शक्तुम्. आनयति, आनेष्यति, आनेतुं. क्रीणाति, क्रेष्यति, क्रेतुं. निन्दति निन्दिष्यति निन्दितुम् आह्वयति आह्वास्यति आह्वातुम्। उत्तमं भगिनि, धन्यवादाः। इत्युक्ते अत्र साधारणतया वयं भूतकालरूपं जानीमश्चेत् तत्र गतवान् गत्वा तत्र सादृश्यमस्ति, गतवान् गत्वा। भूतकालरूपं जानीमश्चेत् तवत्वान्तरूपं जानीमश्चेत् त्वान्तरूपं सुलभतया वक्तुं शक्नुमः। तादृशरीत्या एव भविष्यत्कालरूपं जानीमश्चेत् तुमन्वन्तं रूपं साधयितुं शक्नुमः। तत्र किञ्चित् साम्यमस्ति रूपेषु। गतवान् गत्वा, गमिष्यति गन्तुं, तथा एव पीतवान् पीत्वा, पास्यति पातुं, नीतवान् नीत्वा, नेष्यति नेतुं, तादृशरीत्या तत्र साम्यमस्ति। इत्युक्ते वयं पूर्वमेव चर्चितवन्तः लृट्लकाररूपाणां विषये, भविष्यत्कालरूपाणि वयं जानीमः। यदा वयं भविष्यत्कालरूपं जानीमश्चेत् तुमन्नन्तं रूपं सुलभमेव। उत्तमम्। अनन्तरम् अत्र अधुना अभ्यासपुस्तके इतोपि किमस्ति एकवारं पश्येम। अत्र सर्वे एकवारम् अभ्यासपुस्तकं पश्यन्तु। अत्र कस्मिन् पुटे? सप्तषष्टितमे पुटे, सप्तषष्टिः। अस्तु, अत्र तने महोदय भवान् पठतु। एकनिमिष, अहम् अनन्तरं वदामि, अहम् अभ्यासपुस्तकं। अस्तु महोदय, चिन्ता मास्तु, चिन्ता मास्तु। अत्र उषा भगिनी भवती पठतु। तुमुन् आवरणे विद्यमानस्य क्रियापदस्य उचितं रूपम् उदाहरणवाक्ये इव लिखतु। आवरणे सप्तमविभक्ति, क्रियापदस्य षष्टिविभक्ति, उचितं रूपं विशेषणविशेष्यमस्ति। उदाहरणवाक्ये सप्तमविभक्ति लिखतु लोट्लकारे अस्ति। इव इत्युक्ते लैक् तादृश अस्ति भगिनि? उत्तमं, तादृशम् इव वयं पठितवन्तः उदाहरणवाक्ये इव। अत्र गते सप्ताहे वयं चर्चितवन्तः इति भाति, विद्यमानस्य तस्मिन् विषये वदतु। विद्यमानस्य विद् धातु अस्ति, आत्मनेपदी विद्यते इति भवति, शानष् प्रत्ययः अस्ति भगिनि। उत्तमम्। उदाहरणं, रमेशः क्रीडितुं क्रीडाङ्गणं गच्छति। रमेशः क्रीडितुं क्रीडाङ्गणं गच्छति। उमेशः वस्तूनि आनयति, आनेतुम् आपणं गतवान्। भगिनि, अत्र अत्र किञ्चित् खण्डशः पश्येम। अत्र रमेशः क्रीडितुं क्रीडाङ्गणं गच्छति, तस्मिन् विषये किञ्चित् वदतु। अत्र आवरणे लट्लकाररूपं दत्तमस्ति, रूपपरिवर्तनं कृत्वा। अत्र भवती किम् अवगतवती, किञ्चित् वदतु। रमेशः क्रीडितुं क्रीडाङ्गणं गच्छति। गच्छति गम् धातु अस्ति, क्रीडितुम् ई अस्ति तस्य मध्ये, क्रीडितुम् इकार। मन्ये क्रीडागम अस्ति इति चिन्तयामि भगिनि। उत्तमम्, उत्तमम्। अत्र कोऽपि वदति वा? अत्र वंशसुधा भगिनी वदतु, अत्र इडागमः किमर्थम्? आम् नमस्ते भगिनि. क्रीड् इति धातोः तुमुन् नमस्ते भगिनि. क्रीड् इति धातोः तुमुन् इति प्रत्यये योजयामः चेत् तत्र तकारः तुमुन् तुमुन् प्रत्ययः प्रथमवर्णः अस्ति, तकारः वल् प्रत्याहारस्थवर्णः अस्ति. आर्धधातुकस्येड् वलादे इति सूत्रेण तकारः इडागमः भवितुम् अर्हति. अतः इट् आगमः तकारः पूर्वम् इट् आगमः भवति. टकारः इट् इट् टकारः इत् संज्ञा भवति, इ इति अवशिष्यते. अतः क्रीडितुम् इति अभवत् भगिनि. उत्तमम्. अत्र किञ्चित् भिन्नरीत्या चिन्तनं कुर्मः. अत्र तुमुन् इति प्रत्ययः अस्ति. तुमुन् इति प्रत्ययः कीदृशप्रत्ययः? कृत् प्रत्ययः भगिनि. अपि च आर्धधातुकप्रत्ययः भगिनि, यतोहि षित् तिङ्क्षित् नास्ति, अतः आर्धधातुकप्रत्ययः भवति. उत्तमम्. इत्युक्ते अत्र तुमुन् प्रत्ययः सार्वधातुकः नास्ति, आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्ययः अस्ति चेत् आर्धधातुकप्रक्रियायाम् इडागमचिन्तनं भवति. अत्र तुमुन् इत्यस्मिन् तत्र इति संज्ञकवर्णः कः? नकारः हलन्त्यसूत्रेण अपगच्छति. अत्र अपि च नकारः इति संज्ञकवर्णः, अपि च तस्मात् पूर्वम् उकारः अस्ति. उकारः अपि उपदेशे जनुनासिक इति सूत्रेण अपगच्छति. इत्युक्ते अत्र नकारः अपगच्छति हलन्त्यम् इति सूत्रेण, उकारः अपि अपगच्छति, तत्र तुम् एव रूपं तत्र तिष्ठति. तत्र अत्र धातुः कः? क्रीड् इति धातु भगिनि. क्रीड् धातुः कीदृशधातुः? कीदृशधातु इत्युक्ते अकर्मक. तादृश न तत् अकर्मकधातुः सत्यमेव, किन्तु अस्माकम् इडागमचिन्तनस्य विषये क्रीड् धातुः इडागमस्य कृते सेट् वदतु. यदि धातु सेट् अस्ति अथवा सेट् प्रत्ययः इडानुकूलतः भविष्यति, तथा एव इडागमः भवति. अतः यदि अन्यत्र क्रीड् धातु अनिट् अस्ति अथवा प्रत्यय इडानुकूलता अस्ति चेत् अपि इडागमः न भवति. तत्र कथं वक्तव्यम् इत्युक्ते, यत्र कुत्रापि इडागमः भवितुम् इडागमस्य कृते तत्र विषयद्वयम् आवश्यकम्. इत्युक्ते तत्र प्रत्यये अपि इडागमानुकूलता आवश्यकः, इडागमानुकूलतायाः आवश्यकता अस्ति. अपि च धातौ अपि इडागमानुकूलता स्यात्. अत्र क्रीड् धातुः हलन्तधातुः. साधारणतया हलन्तधातवः सेटः सन्ति. सेटः इत्युक्ते सेट् इत्युक्ते सा इट् यस्य सः, तत्र बहुव्रीहिसमासः अस्ति. हलन्तधातवः सेट् सेटः सन्ति इत्युक्ते हलन्तधातुषु इडागमानुकूलता वर्तते. तथा एव प्रत्ययः तु अत्र तुमुन् इति प्रत्ययः, तुमुन् प्रत्ययः आर्धधातुकप्रत्ययः, किन्तु प्रत्यये अपि इडागमानुकूलता अस्ति. किमर्थमस्ति? तत्र तुमुन् प्रत्ययस्य आदिमवर्णः तकारः, तकारः वलादिवर्णः अस्ति, वशादिः नास्ति इति कृत्वा तत्र सूत्रद्वयमस्ति. आर्धधातुकस्येड् वलादेः इति सूत्रेण प्रत्ययस्य आदिमवर्णः वलादिवर्णः अस्ति चेत् तत्र इडागमानुकूलता तत्र अस्ति. अनन्तरं नेड् वसीकृति किं वदति इत्युक्ते तत्र वश् प्रत्याहस्तवर्णः मा भवतु इति अपि वदति, किन्तु अत्र तकारः वलादिवर्णः अस्ति इति कृत्वा इडागमानुकूलता अस्ति इति कृत्वा, इत्युक्ते प्रत्यये इडागमानुकूलता अस्ति, धातौ अपि अस्ति, तदर्थमेव अत्र इडागमः अभवत्, मध्ये इकारः आगतः. उत्तमं. क्रीडितुं, तदर्थमेव क्रीडितुम् इति दत्तमस्ति. अत्र वाक्यं वाक्यद्वयमस्ति, रमेशः क्रीडति, रमेशः क्रीडाङ्गणं गच्छति. द्वयोः वाक्ययोः मेलनं कृत्वा वक्तुमिच्छामश्चेत् रमेशः क्रीडितुं क्रीडाङ्गणं गच्छति. अथवा अत्र प्रश्नवाचकवाक्यं वदतु भगिनी, उषा भगिनी. आं भगिनि, किं वदामि भगिनि? प्रश्नवाचकवाक्यं रमेशः, अत्र किं वदामः? रमेशः किमर्थं क्रीडा वद वद रमेशः कः गच्छति, कुत्र गच्छति, कुत्र गच्छति, कुत्र गच्छति? रमेशः क्रीडाङ्गणं गच्छति. रमेशः किमर्थं रमेशः क्रीडाङ्गणं गच्छति? रमेशः क्रीडितुं क्रीडाङ्गणं गच्छति. उत्तमं. तावदेव. इत्युक्ते अत्र किमर्थम् इत्युक्ते प्रयोजनमस्ति, यत्र यत्र प्रयोजनमस्ति तत्र तुमन् प्रत्ययस्य उपयोगं कुर्मः. उत्तमं. द्वितीयं करोतु. उमेशः वस्तूनि आनयति, आपणं गतवान्. उमेशः वस्तूनि आनेतुम् आपणं गतवान्. अत्र वस्तूनि, वस्तूनि तस्य रूपं वदतु. वस्तूनि, वस्तूनि बहुवचनम् अस्ति. वस्तु नपुंसकलिङ्गम् इति अस्ति मन्ये. वस्तु, वस्तूनि, वस्तूनि. विभक्तिः कर्मपदं द्वितीयविभक्तिः अस्ति भगिनि. द्वितीयविभक्ति किमर्थम् इत्युक्ते अत्र आनयति, नी धातु, नी धातु अस्ति, नयति सकर्मक अस्ति, अतः द्वितीयविभक्ति अस्ति वस्तूनि. आपणमपि अत्र आपणमपि कर्मपदं. किमर्थम्? उमेशः आपणं गतवान्. किमर्थं गतवान्? वस्तूनि आनेतुं गतवान्. न न न भगि, तत्र आपणम् इति कर्मपदमस्ति, किन्तु कर्मपदं कथं ज्ञातवती? गतवान् गम् धातु अस्ति, क्रियापदं. गम् धातुः सकर्मकः. सकर्मकः. उत्तमम्, उत्तमम्. अत्र पश्यतु, आनयति इति रूपम् अस्ति. अत्र आ इति उपसर्गपूर्वकः, नी धातुः, नी धातो, नी धातुः तस्य नाम किं वदामः? अत्र कोऽपि वदतु, वंशीसुधा भगिनी वा अथवा तनय महोदयः वा? क्रयादिगणे नी धातुः. अत्र नी धातुः अहं किं श्रोतुमिच्छामि इत्युक्ते, नी धातुः अजन्तधातुः अथवा अजन्तधातुः अथवा इगन्तधातुः. इगन्तधातुः, इगन्त इत्युक्ते ईक् प्रत्याहारस्थवर्णः अन्ते अस्ति, ईकारः ईक् प्रत्याहारे अस्ति, अतः इगन्तधातुः इति वदामः. इगन्त इगन्त, इगन्तधातुः, नी धातुः. तदर्थम् अत्र रूपं किं भवति? आनेतुम् इति भवति. अत्र अने महोदय वदतु, आनेतुं किमर्थम् आगतं रूपम्? अत्र गुणकार्यं किमर्थम्? अत्र नी धातुः उपयोगः तुमुन् प्रत्ययः अस्ति, तर्हि अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति इति भूत्वा आनेतुम् इति रूपं निष्पद्यते. उत्तमं, तदेव. इत्युक्ते अत्र तुमन् प्रत्ययः आर्धधातुकप्रत्ययः, अपि च आर्धधातुकप्रत्ययः, अपि च कित् नास्ति, गित् नास्ति, णित् नास्ति, इत् नास्ति, णित् नास्ति, तत्र चत्वारः प्रत्ययाः सन्ति, तेषु अन्यतमः नास्ति. तुमन् प्रत्ययः एकः भिन्नप्रत्ययः, तत्र अस्माकं कृते एकं चित्रमपि अस्ति व्याकरणवर्गे, तत्र आर्धधातुकप्रत्ययः चतुर्षु अन्यतमः नास्ति, भिन्नप्रत्ययः अस्ति चेत् तत्र सार्वधातुकार्धधातुकयोः इत्यनेन इगन्तधातुषु गुणकार्यं भवति, तदेव अत्र अभवत्। नी धातुः इगन्तधातुः अस्ति इति कृत्वा अत्र गुणकार्यं भवति। तदर्थम् ईकारस्य गुणवर्णः कः वदतु महोदय? एकारः, ईकारस्य एकारः। तदर्थमेव आनेतुं, वस्तूनि आनेतुम् आपणं गतवान् कः? भगिनी वदतु कः गतवान्? उमेशः गतवान्। किमर्थं गतवान्? वस्तूनि आनेतुं गतवान्। कुत्र गतवान्? आपणं गतवान्, उमेशः आपणं गतवान्। तृतीयं करोतु। अहं लिखति लेखनीम् आनीतवती। अहं लिखति, अहं लेखितुं लेखनीम् आनीतवती। नी धातु अस्ति तत्र, सकर्मक धातु अस्ति। लेखितुं लिख् धातु। आं भगिनि, अत्र नी धातुः अस्ति, नी धातुः सकर्मकधातुः अस्ति इति कृत्वा लेखनीं द्वितीयविभक्ति, द्वितीयविभक्तिरूपं कर्मपदमस्ति, तत्तु सम्यक् एव, सम्यक् एव। अत्र इतोपि किं यथा भवती उक्तवती, धातुः लिख् धातुः, लिख् धातुः, भवती किम् उक्तवती तुमन्नन्तं रूपं? लृट् लकारे लेखिष्यति इति, लेखिष्यति इति भविष्यत्कालरूपम् अस्ति, अतः लेखितुम् इति परिवर्तनं तुमुन् प्रत्यये भवति। सुन्दरं, तथा एव चिन्तनं भवति। किन्तु व्याकरणदृष्ट्या पश्यामश्चेत् अत्र किं वदामः, अत्र लिख् धातुः अस्ति, लिख् धातोः विषये लेखितुं कथं भवति? अत्र महोदयः जानाति, तने महोदय वदतु महोदय। अत्र अत्रापि तुमुन् इति आर्धधातुकप्रत्ययः अस्ति, अपि च नित् भिन्नः अस्ति, तर्हि अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति। इकारस्य गुणवर्णः एकारः अस्ति इति कृत्वा अत्र इडागमः अपि भवति, यतोहि लिक् इति हलन्तधातुः अस्ति, तर्हि सेट् अस्ति, तर्हि लेखितुम् इति रूपं। क्षम्यताम्, अत्र गुणकार्यं पुगन्तलघुपदस्य च इत्यनेन भवति, यतोहि उपधायां इकारः अस्ति। पश्यतु महोदय, अत्र पूर्वस्मिन् अत्र पूर्वं अत्र किं वदामः, नी धातोः विषये, नी धातुः इगन्तधातुः, तदर्थं तत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भवति। किन्तु अत्र लिख् धातुः हलन्तधातुः अपि च इदुपदधातुः उपधायाम् इकवर्णः अस्ति, इदुपदधातुः अस्ति चेत् तदा पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति। किन्तु अत्र अत्रापि गुणकार्यमेव भवति, किन्तु भिन्नसूत्रेण गुणकार्यं भवति। किमर्थं चेत् अत्र धातुः हलन्तधातुः अपि च इदुपदधातुः, अपि च यथा भवान् उक्तवान् अत्र इडागमः अपि भवति। किमर्थं चेत् धातौ लिख् धातौ इडागमानुकूलता वर्तते, अपि च तुमुन् प्रत्ययः इडागमानुकूलः एव, वयं जानीमः तकारः वलादिवर्णः अस्ति इति कृत्वा। उत्तमम्, अग्रिमं करोतु भगिनि। जनाः नाटकं पश्यति इच्छन्ति, जनाः नाटकं द्रष्टुम् इच्छन्ति, द्रष्टुं द्रक्षयति इति भविष्यत्कालरूप अस्ति, तुमुन् प्रत्यय द्रष्टुम् इति परिवर्तनं भवति। उत्तमं, द्रष्टुं गच्छन्ति। अत्र अत्र कोऽपि वदति वा अत्र दृश् धातुः अस्ति, दृश् धातोः रूपं पश्यति लट्लकाररूपं, भवन्तः श्रुतवन्तः वा तत्र दृश् धातोः स्थाने पश्य इति कथम् आदेशः भवति, कोऽपि जानाति वा? अत्र कोऽपि जानाति चेत् कर्तरि कर्तरि शब् आगमसमये दृश् पश्य भवति. अत्र अहम् एकं सूत्रं श्रावयामि. पाग्रात्मनादान् दृश्यति सर्ति शद सदां पिबजिघ्रथमतिष्ठमनयच्छ पश्यक्षधौचीयदीदाः पाग्रात्मनादान् दृश्यति सर्ति शद सदा. अत्र दीर्घं सूत्र बहु दीर्घं सूत्रमस्ति, बहु दीर्घं सूत्रमस्ति इत्युक्ते तत्र पास्थाने किं पदम् आदेशः भवति, घ्रास्थाने किम् आदेशः भवति, ध्वा पा घ्रा ध्वा था मना तत्र दृश् धातोः स्थाने पश्य इति आदेशः भवति इति एतत् सूत्रं वदति. तदर्थमेव यद्यपि अत्र अस्माकं अत्र धातुः दृश् धातुः किन्तु लट्लकाररूपं पश्यति, किन्तु भविष्यत्कालरूपं द्रक्ष्यति अस्ति, तदर्थमेव वयं द्रष्टुम् इति रूपं साधयामः. उत्तमं तथा एव तत्र बहु दीर्घं सूत्रमस्ति, अहं गतगते सप्ताहे एव दृष्टवती. सूत्रसङ्ख्या किं भगिनि? अहं अनन्तरं वदामि भगिनि, अत्र मम पार्श्वे नास्ति. अस्तु उत्तमं. तत्र सूत्रे बहूनि पदानि सन्ति, किन्तु कस्य स्थाने किं पदम् आगच्छति तत्र धात्वादेशः भवति, प्रत्यादेशः नास्ति, धात्वादेशः भवति इति वदामः, तथा तादृशं रूपम् आगतम्. उत्तमम्. अनन्तरम् अत्र अभ्यासपुस्तकम् अत्र अग्रिमे पुटे न अत्र पञ्चमं वाक्यमस्ति. पञ्चमं वाक्यं कः करोति अत्र? अत्र नलिनी भगिनी भवती कर्तुमिच्छति वा? भगिनि अस्तु, नो चेत् वंशसुधा भगिनी भवती करोतु अत्र. आं भगिनि, करोतु पञ्चमं वाक्यम्. आं भगिनि क्षम्यतां, पञ्चम अस्ति वा भगिनि? पञ्चमबिन्दु. सः अस्वस्थः अतः कार्यं करोति न शक्नोति. करोति लट्लकाररूपं भवति, तुमुन् रूपमस्ति कर्तुं न शक्नोति. पूर्णवाक्यम् अस्ति सः अस्वस्थः अतः कार्यं कर्तुं न शक्नोति. सः कीदृशः? सः अस्वस्थः. अत्र अस्वस्थः इति पदम् अत्र नैतत्पुरुषसमासः अस्ति, इत्युक्ते न स्वस्थः अस्वस्थः इति नैतत्पुरुषसमासः इति वदामः. सः कीदृशः? अस्वस्थः. तदर्थं अतः कार्यं कार्यं कर्तुं न शक्नोति. भगिनि तत्र क्रु इति धातोः अस्ति न भगिनि? क्रु योगः तुमुन् तत्र क्रु गुणकार्यं भवितुम् अर्हति. कर् भवति, कर् योगः तुमुन् कर्तुम् इति अभवत् न भगिनि? तत्र केन सूत्रेण गुणकार्यं भवति? सार्वधातुकार्धधातुकयोः इति येन इत्युक्ते इगन्तधातुः अस्ति क्रु इति इगन्तधातुः अस्ति क्रु धातुः इगन्तधातुः अतः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा क्रु इत्युक्ते ऋकारस्य गुणसंज्ञकवर्णः कः? अत्र अन्यत् सूत्रमपि अस्ति, तत् सूत्रं वदतु महोदय. अत्र ऋकारस्य वदतु अकारः भवति परन्तु उरण् रपरः इत्यनेन सः अकारः रपरः स्यात्. तर्हि उत्तमम् उत्तमं महोदय, धन्यवादः. इत्युक्ते अत्र गुणसंज्ञकवर्णः अत्र सूत्रमस्ति अदेङ्गुणः इत्यनेन अकारः एव गुणसंज्ञकवर्णः, किन्तु अत्र यथा महोदयः उक्तवान् उरण् रपरः इति सूत्रेण तत्र सः अकारः रपरः भवति. तेन कारणेन तत्र अर् क्रू स्थाने ऋकारस्य स्थाने अर् आदेशः भवति, अतः कर् इति रूपम् आगच्छति. अनन्तरं तुं योजयामः कर्तुम्. उत्तमं. वंशिसुधभगि वदतु, अग्रिमं पठतु. आं भगिनि, सङ्गीतं शृणोति भवान् कुत्र गच्छति? सङ्गीतं श्रोतुं भवान् कुत्र गच्छति? तुमुन् रूपमस्ति शृणोति लट्लकाररूपं, श्रोतुमिति तुमुन् रूपमस्ति भगिनि. श्रोतम् अत्रापि श्रुति धातुः अस्ति. श्रुधातुः कीदृशधातुः? ऋकारः अस्ति अतः इगन्तधातुः अस्ति भगिनि. इगन्तधातुः उत्तमम्. इगन्तधातुः इक् प्रत्याहार इक् प्रत्याहारस्थवर्णः ऋकारः इक् प्रत्याहारस्थवर्णः, अतः इगन्तधातुः. इगन्तधातुः अस्ति चेत् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति श्रोतुम्. अत्र सङ्गीतं, तत्र सङ्गीतम् इत्यस्मिन् सन्धेः नाम किम्? अनुस्वारस्य ऐपरसवर्णः भगिनि, अनुस्वारसन्धिः भवति भगिनि? अनुस्वारसन्धिः. अत्र सम् इति उपसर्गः, गीतं सम्यक् गीतं सङ्गीतम्. अत्र सन्धिः अस्ति अपि च समासः अपि अस्ति. सम्यक् गीतं सङ्गीतम्. अस्तु उत्तमं. भगिनि एकः प्रश्नः अस्ति भगिनि, सङ्गीतं ग लैक् किमर्थं सङ्गीतं लैक् किमर्थं ग अधोभावे लिखितमस्ति भगिनि? अत्र संयुक्ताक्षरमस्ति. अत्र सम् अत्र प्रथमतया अनुस्वारस्य स्थाने परसवर्णादेशः भवति. तत्र ग इति कवर्गीयवर्णः, कवर्गीयव्यञ्जनमस्ति. कवर्गीय अन्तिमवर्णः ञकारः. परसवर्णः इत्युक्ते कवर्गीय अन्तिमवर्णादेशः भवति अत्र अनुस्वारस्य स्थाने. परसवर्ण इति सन्धि अस्ति न भगिनि? सन्धिः, परसवर्णसन्धिः. यथा वंशीसुधा भगिनी उक्तवती, अनुस्वारस्य ययि परसवर्णः इत्युक्ते परसवर्णः इति प्रथमान्तं रूपम् इत्युक्ते आदेशः भवति. ययि इत्युक्ते यै प्रत्याहारस्थवर्णः, तत्र ययि इति सप्तम्यन्तं रूपं निमित्तमस्ति. ययि इति निमित्तमस्ति, तदर्थम् अत्र परसवर्णः आगतः. उत्तमम्. अत्र अस्माकं विषयः तु तुमुन्नन्तं रूपं. किम् अभवत् तत्र? सङ्गीतं श्रोतुं भवान् कुत्र गच्छति? अत्र केवलं सप्त उदाहरणानि दत्तानि, सप्तवाक्यानि दत्तानि, किन्तु बहु उत्तमानि वाक्यानि. अत्र एकं पूर्वस्मिन् वाक्ये तत्र इच्छति इति पदं योजयित्वा एकं वाक्यं लिखितमस्ति. किं जनाः नाटकं द्रष्टुमिच्छन्ति, कार्यं कर्तुं न शक्नोति, इत्युक्ते अत्र टुमुन् प्रत्ययः इच्छतेः विषये अथवा शक्नुतेः विषये यत्र प्रयोजनमस्ति तस्मिन् विषये तस्य उपयोगं कुर्मः. उत्तमम्. अग्रिमं वंशसुतः भगिनी भवती एव करोतु अग्रिमम्. आं भगिनि, जलं पिबति चषकः आवश्यकः. आं, जलं पातुं चषकः आवश्यकः. पिबति लट्कारूपमस्ति, तुमुन् रूपमस्ति पातुं. धातुः अस्ति पा इति, धातुः अस्ति पा. अहं चिन्तयामि पा इति धातु अनित् अस्ति, अतः इडागमः न भवति. वर्णमेलनम् अभवत्, अतः पातुम् इति अभवत् महोदय. सम्यक् इति आकारान्तधातुः अत्र पाधातोः रूपं पातुं, किन्तु लट्लकाररूपं पिबति. अत्र वाक्यं पश्यामः, जलं पातुं किम् आवश्यकं? चषकः आवश्यकः. चषकः आवश्यकः. उत्तमं. चषकः इत्युक्ते ग्लास् भगिनि, टम्ब्लर्. ग्लास्, टम्ब्लर्. उत्तमं, धन्यवादः. गीताञ्जलिभगिनी भवती वदतु अत्र अग्रिमे. नमस्कारः भगिनि, बहु बहु विलम्बेन आगतवती. अस्तु भगिनि, चिन्ता मास्तु. विशेषरूपाणि कोष्टकमस्ति, कोष्टकं पठतु. उपविशति उपवेष्टुम्, उत्तिष्ठति उत्थातुम्, अस्ति भवति भवितुम्, क्रीणाति क्रेतुम्, गृह्णाति गृहीतुम्, पिबति पातुम्, आह्वयति आह्वातुम्, मिलति मेलितुम्. इत्युक्ते अत्र एतानि रूपाणि कथं निष्पन्नानि भवन्ति, कोऽपि वदति वा? अत्र तनय महोदय, भवान् किञ्चित् वदतु अत्र रूपाणि एकवारम्. अत्र क्रमेण वदामि वा? अत्र क्रमेण वदतु. अत्र प्रथममस्ति उपविशति, तस्मात् उपवेष्टुम्. अत्र उपसर्गपूर्वकः विश् धातुः अस्ति. विश् धातुः इदुपदधातुः अस्ति. तर्हि तत्र गुणकार्यस्य गुणकार्यं भवितुम् अर्हति पुगन्तलघुपदस्य पदस्य इत्यनेन. तर्हि आहत्य उपवेष्टुम् इति रूपं निष्पद्यते. अनन्तरम् अस्ति भवति तस्मात् भवितुम्. अत्र भूधातुः अस्ति. भूधातुः योगः तुमुन् प्रत्ययः. अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति. तर्हि भू भो भवति. अधुना भो योगः तुमुन् अस्ति. अत्र अहं न जानामि किम् अभवत् अत्र. वकारः कथम् आगतः? एचोयवायावः भवति चेत् आगच्छति महोदय, परन्तु तुमुन् अस्ति परे. परे स्वरः नास्ति. भोयोगः अत्र तु एचोयवाय इत्यस्य प्रसक्तिः नास्ति खलु. अत्र एचयवायावः अस्ति चेदेव अत्र भोयोगः. महोदय, अत्र पश्यतु, प्रथमतया इडागमः भवति चेत् इकारः. न न महोदय, अत्र कथं वक्तव्यम् इत्युक्ते एच् ओ ए वायावः भवति चेदेव आम् आम् प्रत्यये पूर्वम् आगच्छति अनन्तरं भव इति भवति प्रथमतया इडागमः भवति तर्हि भो योगः इतुम् अस्ति अधुना एचोय वायावः इत्यनेन भवितुम् इति भवति इत्युक्ते अत्र इडागमः प्रत्ययस्य आदौ आयाति अत्र इडागमः कुत्र भवति इत्युक्ते प्रत्ययस्य आदौ आयाति तदर्थं यथा भवान् उक्तवान् इतुम् इति रूपं सिद्ध्यति तत्र इ अस्ति इति कारणतः भोयोगः इ अत्र निमित्तं पूरितमस्ति एच् ओ ए वायावः इत्यनेन यान्तवान्तादेश सन्धिः भूत्वा भवितुम् इति रूपं किन्तु अत्र धातोः रूपमपि भवितुम् अत्र अहं चिन्तयामि अप्पेर्भूः इति सूत्रेण अत्र तुमन् प्रत्ययः आर्धधातुकप्रत्ययः इति कृत्वा अत्र अस्धातोः स्थाने भूधातोः रूपमेव अत्र आगच्छति इत्युक्ते अस्ति इत्यस्य भिन्नरूपं नास्ति अत्र धात्वादेशः भवति अस्धातोः रूपं भवितुं भूधातोः रूपम् अपि भवितुम् अधुना अत्र नलिनी भगिनी भवती वक्तुं शक्नोति वा गृह्णाति रूपम् कोऽपि वदति वा अत्र अत्र अधुना गृह्णाति गृह्णाति इति कः वदति ग्रहधातोः रूपं गृह्णाति तादृशरीत्या अत्र तुमुन्नन्तं रूपं कथं साधनीयम् इत्यस्य चिन्तनं कृतवन्तः वयम् इदानीं पर्यन्तम् अत्र आह्वयति वदतु महोदय गृह्णाति अत्र दीर्घ इकारः कथम् आगतम् न जानामि महोदय द्रष्टव्यम् अस्तु ग्रहधातोः रूपं ग्रहीतुं सूत्रमस्ति इति भाति तत्र तस्य कृते अपि सूत्रं तु भवेत् एव ग्रहधातुः ग्रहीतुम् अस्तु अनन्तरम् आह्वयति आह्वयति इति रूपम् अत्र आ इति उपसर्गः अस्ति ह्वेधातोः रूपं लट्लकाररूपं हयति ह्वयति ह्वयति इति रूपमस्ति आह्वातुम् इति रूपमागच्छति अनन्तरम् उत्तिष्ठति अत्रापि उच्च उपसर्गपूर्वकः स्थाधातुः उत्थातुम् अत्र यथा महोदयः उक्तवान् सूत्राणि सन्ति रूपं कथम् आगतम् इत्युक्ते क्रीधातोः रूपम् अत्र क्रेतुम् इति रूपं पाधातोः रूपं पातुं मिल् मेलितुं मिल् धातुः पुनः हलन्तधातुः अस्ति इति कृत्वा मेलितुम् अत्र गुणकार्यं भवति अपि च इडागमः अपि अस्ति इत्युक्ते तुम्प्रत्ययः आर्धधातुकप्रत्ययः अस्ति इति कृत्वा इडागमचिन्तनं भवेदेव सः एकः विषयः अनन्तरम् अत्र गुणकार्यं भवति वा न वा इत्यपि द्रष्टव्यं गुणकार्यं भवति चेत् केन सूत्रेण गुणकार्यं भवति इडागमः भवति वा न भवति भवति चेत् किमर्थं भवति न भवति चेत् किमर्थं न भवति इत्यपि ज्ञातव्यम् इत्युक्ते व्याकरणवर्गं गच्छामश्चेत् तत्र वयम् एतत् सर्वं गभीररीत्या चिन्तनं कृत्वा अवगन्तुं शक्नुमः अतः भवन्तः सर्वे व्याकरणकक्षां गच्छन्तु उत्तमम् अनन्तरम् अत्र 31.1 भागे वदतु ग्रहोलिति दीर्घः इति एकः सूत्रमस्ति, तत्र ग्रहीतुम् इति भवितुम् अर्हति इत, यतोहि इट् दीर्घः भवति इति उक्तवान् अष्टाध्यायी मध्ये. डाट् काम् भगिनि 7237 भगिनि, अहं न जानामि तत् सम्यक् वा न वा, परन्तु भवती एव पश्यतु अनन्तरं वदतु भगिनि. भगिनि भगिनी अस्ति वा? भगिनि नास्ति इति अहं मन्ये. ओ सम्पर्कः भग्नः जातः वा? सर्वे सर्वे सन्ति वा? सर्वे सन्ति वा? आम् आम् आम् ओ आं भगिनि भगिनि प्रतीक्षा. अधुना मम दूरवाणी भग्नः अभवत्, तदर्थं पुनः आगतवती. अत्र इतोपि किम् अस्ति, परिवर्तनाभ्यासः इति किञ्चित् अस्ति तुमुन्नन्तरूपाणां विषये एव. अत्र कः पठति? अत्र अहं पठामि. अरुणा भगिनी पठतु. परिवर्तनाभ्यासः तावतः आवतः तुमुन् कपिलः ग्रन्थालयं गत्वा ग्रन्थं पठति. कपिलः ग्रन्थं पठितुं ग्रन्थालयं गच्छति. अत्र भगिनि एकवारं किञ्चित् पश्येम. परिवर्तनाभ्यासः इति पदमस्ति तत्रापि, वदतु अत्र समस्तपदमस्ति, समासस्य नाम किम्? षष्टितत्पुरुष. षष्टितत्पुरुषसमासः. अत्र अभ्यासः इति पदमस्ति. अभ्यासः इति पदं कोऽपि वदति वा? अभ्यासः इति पदं कथं निष्पन्नं भवति? तत्र रूपं किम्? अभियोगः आसः आस् महोदय, तने महोदय वदतु एकवारम्. अहं चिन्तितवान् अत्र अभि उपसर्गपूर्वकः अस् धातुः, अस् धातोः घञ् प्रत्ययः अस्ति इति भाति. अत्र अभि इति उपसर्गः अस्ति, अपि च आ दीर्घाकारः, आ उपसर्गः अपि अस्ति. अभियोगः आयोगः अस् धातुः घञ् प्रत्ययः अभ्यासः इति रूपम्. अत्र प्रत्ययद्वय उपसर्गद्वयमस्ति, अपि च अस् धातोः रूपमेव अभ्यासः, परिवर्तनाभ्यासः. अत्र अरुणा भगिनी भवती वदतु अत्र किं दत्तमस्ति. प्रथमं वाक्यम् उदाहरणं वाक्यं पश्यतु. अत्र कपिलः ग्रन्थालयं गत्वा ग्रन्थं पठति, तत्र कार्यद्वयमस्ति इत्युक्ते कार्यस्य क्रमः अस्ति, किन्तु तत्र किमर्थं कृतवान् इति न दत्तमस्ति. द्वितीये वाक्ये वदतु, स्वस्य वाक्यैः वदतु अत्र किं दत्तमस्ति. प्रथमवाक्ये कपिलः ग्रन्थालयं गच्छति, ग्रन्थः पठति. द्वितीयवाक्ये कपिलः ग्रन्थं पठति, कपिलः ग्रन्थालयं गच्छति. द्वे वाक्यानि सन्ति स्तः. द्वे वाक्ये प्रथमवाक्ये द्वे प्रथम क्रिया त्वाप्रत्ययात् रूपेण दर्शयति. उत्तमम्. इत्युक्ते प्रथमे वाक्ये समयस्य क्रमः उक्तः, किन्तु द्वितीये वाक्ये तस्य प्रयोजनम् अथवा कारणम् उक्तमस्ति. कपिलः पठितुं ग्रन्थालयं गच्छति. किं पठितुं? ग्रन्थं पठितुम्. अत्र पश्यतु, क्लान्तरूपम् अपि कर्मपदं स्वीकरोति. यदि तत्र धातुः सकर्मकधातुः अस्ति चेत् क्लान्तरूपमपि कर्मपदं स्वीकरोति, तुमुन्नन्तं रूपम् अपि कर्मपदं स्वीकरोति. अत्र गम् धातुः पठ् धातुः सकर्मकधातौ. तदर्थमेव अत्र ग्रन्थं ग्रन्थालयं गत्वा, अत्र रूपं प्रथमान्तं रूपं ग्रन्थालयः, अपि च ग्रन्थः इति तस्य रूपम्. अहं चिन्तयामि ग्रन्थः इति अपि घञ् प्रत्ययान्तरूपम् इति भाति. ग्रन्थः प्रथमान्तरूपं, ग्रन्थं पठितुं ग्रन्थालयं गच्छति. उत्तमं. द्वितीयवाक्ये अत्र प्रयोजनम् उक्तमस्ति. अत्र परिवर्तनाभ्यासः, परिवर्तनं कीदृशं रूपं? कोऽपि वदतु. ल्युडन्तरूपम् अस्ति. विवृणोतु महोदय, तत्र रूपं कथं निष्पन्नं? परि उपसर्गपूर्वकः वृत् धातुः, तस्मात् ल्युट् प्रत्ययः योजनेन परिवर्तनम् इति शब्दं निष्पद्यते. उत्तमं. तत्र ल्यबन्तरूपं परिवर्त्य, परिवर्त्य इति रूपम् अस्ति. उत्तमं, धन्यवादः महोदय. अनन्तरं भगिनी पठतु. एतेन क्रमेण अन्यानि वाक्यानि परिवर्तयतु. एव प्रथमवाक्यं, गौरी सखीगृहं गत्वा पुस्तकम् आनयति. गौरी सखीगृहं गच्छति. गौरी पुस्तकम् आनयति. द्वे वाक्ये स्तः कालसमयक्रम उक्तं. गौरी सखीं गृहं गत्वा पुस्तकम् आनयति. गौरी तुमुन् प्रत्यय प्रयोजनसमये गौरी पुस्तकं आनयितुं सखीगृहं गच्छति. आनयितुं भगिनि, अत्र आनेतुम् इति भवति. आनेतुं नी धातोः, पूर्वमेव चर्चित. आनयितुं नास्ति, आनेतुम् अत्र नी धातोः रूपं नेतुं. तदर्थम् आनेतुं गच्छति. का गच्छति? गौरी गच्छति. कुत्र गच्छति? गृहं, कीदृशं गृहं? सखी गृहं गच्छति. अत्र कीदृशम् इति न वदामः, किं वदामः? कस्याः गृहम्? ओ, कस्याः. अत्र सखीगृहं, सखीगृहं तत्र समासस्य नाम किम्? षष्टि तत्पुरुषं. सख्याः गृहं, सख्याः गृहं. गौरी सख्याः गृहं गत्वा पुस्तकम् आनयति. गौरी पुस्तकम् आनेतुं सखीगृहं गच्छति. उत्तमम्, उत्तमम्. अग्रिमं करोतु. चित्रकारः चित्रं लिखित्वा धनं सम्पादयति. चित्रकारः चित्रं लिखति. चित्रकारः धनं सम्पादयति. वाक्यद्वयं, वाक्यद्वयं, चित्रं लिखति, चित्रं लिखति, धनं सम्पादयति चित्रकारः. अनन्तरं चित्रकारः चित्रं लिखित्वा धनं सम्पादयति. चित्रकारः धनं सम्पादयति सम्पादयितुं चित्रं लिखति. तुमुन्नन्तं रूपं किं भवति? सम्पादयितुं इडागम आगच्छति. सम्पादयितुं इडागमः भवति. चित्रं लिखति. अत्र सम्पादयति, अहं चिन्तयामि सम्पादयति इति रूपं निजन्तरूपम् अस्ति. सम् उपसर्गपूर्वकः पद्धधातुः, अपि च णिच् रूपम् अस्ति. इति कृत्वा सम्पादयति इति णिजन्तरूपम् अस्ति. इति कृत्वा साधारणतया णिजन्तधातुः पादि इति तत्र आतिदेशिकधातुः णिजन्तधातुः सिद्ध्यति. तेन अत्र किं वदामः, बहवः अचुवर्णाः सन्ति इति कृत्वा तत्र किं वक्तव्यम्, अत्र निडागमः भवति एव. एकाच् नास्ति तर्हि अनेकाच् अस्ति इति कृत्वा, निजतधातुः अनेकाच् अस्ति इति कृत्वा तत्र निडागमः भवति एव. अत्र चित्रकारः इति पदमस्ति. चित्रकारः पदमपि समस्तपदं. कोऽपि वदतु तत्र समासस्य नाम किं? चित्रं करोति इति चित्रकारः. उत्तमम्. उपपदसमासः इति वदामः. अत्र चित्रं करोति इति चित्रकारः. साधारणतया समस्तपदं तुबन्तपदयोः मध्ये समस्तपदं पदनिर्माणं भवति. किन्तु अत्र चित्रं करोति, करोति इति तिङन्तपदं, सुबन्तपदं नास्ति. किन्तु अपवादत्वेन अत्र समस्तपदं निर्मामः. चित्रकारः चित्रं करोति. यथा कुम्भं करोति कुम्भकारः, तथा एव अत्र चित्रकारः. उत्तमम्. उपपदसमासः इति वदामः. भगिनि, करोति सुवन्तपदं वा? करोति तिङन्तपदम्. तिङन्तम्. साधारणतया सुबन्तपदयोः मध्ये एव समासः भवति. तत्तु साधारणनियमः. किन्तु संस्कृतभाषायां सर्वदा प्रथमतया साधारणनियमं वदति वैयाकरणाः. तदनन्तरं तत्र विशेषनियमाः वदन्ति, नियमान् वदन्ति. इत्युक्ते अत्र अपवादत्वेन यद्यपि द्वितीयं पदं तिङन्तपदम् अस्ति चेदपि तत्र समासः भवति. किन्तु नाम अस्ति उपपदसमासः. चित्रकारः चित्रं लिखित्वा धनं सम्पादयति. उत्तमं. गीताञ्जलिः भगिनी भवती पठतु तृतीयं. बालिका सम्यक् पठित्वा उत्तीर्णा भवति. बालिका सम्यक् पठित्वा उत्तीर्णा भवति. बालिका उत्तीर्णां भवितुम्. अत्र पश्यतु भगिनि, भूधातुः अकर्मकधातुः. अत्र बालिका उत्तीर्णा इति अस्ति. अस्तु अस्तु. बालिका उत्तीर्णा भवितुं सम्यक् पठति. सम्यक् पठति. सम्यक् पठति. उत्तमम्. अत्र बालिका उत्तीर्णा भवितुं पठति. अत्र भूधातोः रूपं भवितुम्, अत्र पूर्वमेव वयं चर्चितवन्तः कथं भवितुम् आगच्छति. अत्र बालिका पठति. किमर्थं पठति? उत्तीर्णा भवितुं पठति. उत्तीर्णा भवितुं पठति. अत्र उत्तीर्णा, बालिका उत्तीर्णा. अत्र उत्तीर्णा इति पदं कथम् आगतं, कः वदति? उपसर्गयोगः तीर्ण अहं न अवगच्छामि, न जानामि भगिनी धातुरूपं उपसर्ग तापत्य उत्तमम् उत्तमम् इत्युक्ते तत्र दीर्घरूकारान्तधातुः त्रू त्रू इति वदामः त्रू इत्यस्य लट्लकाररूपं तरति अहं नदीं तरामि तरति तादृशं त्रू धातुः तादृशः धातुः अस्ति तत्र त्रू धातोः कथाप्रत्ययान्तरूपं कथान्तरूपम् एव तीर्ण किन्तु अत्र स्त्रीलिङ्गरूपम् अस्ति उत्त उपसर्गपूर्वकः त्रू धातुः अपि च कृतान्तरूपं तथा उत्तीर्णा इति पदम् आगतम् उत्तमम् अग्रिमं करोतु भगिनि एषः स्नानं कृत्वा शुद्धः भवति एषः शुद्धः भवितुं स्नानं करोति शुद्धः भवितुं स्नानं करोति उत्तमम् एषः अत्र स्नानं रूपं कीदृशं स्नानं कृत्वा कर्मपदम् अत्र भगिनि कर्मपदं कर्मपदमेव उत्तमम् अपि च लुडन्तरूपम् अपि च लुडन्त आम् अत्र लट्लकाररूपं किं करोति करोति इत्यस्य रूपम् अत्र स्नाति उत्तमम् उत्तमं धन्यवादः भगिनि अधुना तने महोदय भवान् करोतु अत्र आं भगिनि अत्र सम्यक् विचारं कृत्वा कार्यं करोतु कार्यं कर्तुं सम्यक् विचारं करोतु उत्तमम् इत्युक्ते अत्र वाक्यं लोट्लकारे अस्ति तदर्थं सम्यक् कार्यं कर्तुं क्षम्यतां कार्यं सम्यक् कार्यं कर्तुं विचारं करोतु अथवा कार्यं कर्तुं सम्यक् विचारं करोतु तदपि समीचीनमेव अत्र क्रूधातुतः कथं कर्तुम् इति रूपम् आगतं पूर्वमेव वंशी सुधा भगिनी उक्तवती अत्र क्रूधातोः रूपमेव कर्तुम् अत्र विचारः इत्युक्ते विचारः इत्युक्ते थिङ्किङ्ग् उत्तमम् उत्तमं तदेव इत्युक्ते चिन्तनं चिन्तनं भगिनि महोदय वदतु विचारः इति रूपं कथम् आगतम् अहं चिन्तितवान् अत्र वि उपसर्गपूर्वकः चर् धातोः अस्ति तस्मात् घञ् प्रत्ययः अस्ति वा अहं न जानामि अत्र चर् अस्ति चेत् चरः भवति किन्तु अत्र चारः कथं भवति घञ् प्रत्ययः अस्ति वा घञ् प्रत्ययः अस्ति किन्तु अत्र विचारः द्रष्टव्यं भगिनि दृष्ट्वा वदामि उत्तमम् अनन्तरं विचारं कृत्वा कार्यं करोतु कार्यं कर्तुं सम्यक् विचारं करोतु उत्तमं तावदेव अत्र किमपि अन्यत् चिन्तनीयः विषयः किमपि नास्ति अत्र अग्रे करोतु महोदय आम् सा पत्रालयं गत्वा पत्रं प्रेषयति सा पत्रं प्रेषयितुं पत्रालयं गच्छति प्रेषयितुं गच्छति पत्रालयं तत्र समासस्य नाम किं भवितुम् अर्हति? षष्टि तत्पुरुषसमासः पत्राणाम् इति भवति वा? पत्रस्य किमपि पत्रस्य आलयः स्थानम् इति अर्थः आलयः इत्युक्ते अस्तु पत्रालयं गत्वा पत्रं प्रेषयति प्रेषयति प्रेषयितुं तत्रापि इडागमः भवति तत्र किमर्थं भवति महोदय वदतु अत्रापि अनेकाच् धातुः अस्ति निजन्तरूपम् अस्ति इति प्रेषी इति तत्र प्रेषी निजन्तरूपम् इति वदामः वा तत्र अत्र निजन्त नास्ति वा न महोदय अहं चिन्तयामि प्रा इति उपसर्गः अस्ति तत्र धातुः इष् धातुः अस्ति वा द्रष्टव्यं किमपि अस्तु प्रेषयितुम् इति रूपम् अस्ति पत्रालयं गत्वा अत्र इतोपि किमस्ति भगिनी भवत्याः ध्वनिः सम्यक् न श्रूयते सम्यक् अस्ति महोदय भवान् भवतः पार्श्वे नास्ति वा मम कृते सम्यक् अस्ति महोदय सम्यक् अस्ति महोदय इण्टर्नेट् प्रेषयति क्षम्यतां भगिनि प्रेषयति प्रा इति उपसर्ग इष् इति धातु भवान् यत् उक्तवान् तत् सम्यक् एव अहं चिन्तयामि भगिनि इष् धातुः तत्र प्रेषयितुम् अत्र णिच् रूपम् अस्ति इति भाति वा द्रष्टव्यम् अनन्तरं पठतु महोदय अत्र अन्यः कः का पठति अत्र हरि ओम् अहं वदामि वदतु महोदय वदतु उषा लोकयानस्थानकं गत्वा शङ्खाः स्वागतं करोति शङ्खाः स्वागतं कर्तुम् उषा लोकयानस्थानकं गच्छति उत्तमम् अत्र पदमस्ति सख्याः सख्याः सखी वयं जानीमः सखी इति पदं नदीशब्दवत् सख्याः स्वागतम् अत्र सख्याः रूपं किम् वदतु सखी सख्यौ सख्याः एवं चलति खलु तत्र सख्याः रूपं विभक्तिः का अत्र षष्ठी विभक्ति अस्ति एकवचनम् उत्तमम् अपि च लोकयानस्थानकम् इत्युक्ते किं रेल् स्टेशन् लोकयानस्थानं बस् स्टेशन् भगिनि बस् स्टेशन् उत्तमं बस् स्टाण्ड् उत्तमम् अत्र लोकयानस्थानकम् अत्र समासः अस्ति समासस्य नाम वदतु षष्ठी तत्पुरुषसमासः तत्र त्रीणि पदानि सन्ति लोकयानस्थानकं तत्र समासद्वयम् अस्ति अग्रिमं करोतु महाभारतं पठित्वा अहम् अनेकाः कथाः जानामि अनेकाः कथाः ज्ञातुं महाभारतं पठामि अत्र अनेकां कथां ज्ञातुं महाभारतं पठामि इति भवति अत्र पश्यतु महोदय अनेकाः कथाः इति पदं पदद्वयम् अस्ति अत्र कथाः कथाः तस्य रूपं किम् कथाः कथा मालावती वा चलति खलु रमावती वा चलति खलु विभक्तिः का बहुवचनमस्ति तृतीया बहुवचनम् द्वितीया बहुवचनम् इत्युक्ते कर्मपदमस्ति. तदर्थम् अत्र अनेकाम् अनेकाम् इति न वक्तव्यं, केवलम् अत्र अनेकाः कथाः अत्र स्त्रीलिङ्ग द्वितीयाविभक्ति बहुवचनम् इत्युक्ते कर्मपदं, कथाः इति कर्मपदं, तस्य विशेषणम् एव अनेकाः अनेकाः कथाः. अत्र ज्ञाधातुः सकर्मकधातुः, अतः अनेकाः कथाः इति लिखितमस्ति. अत्र कोऽपि वदति वा अनेकाः इति पदमस्ति, तत्रापि समासः अस्ति, तस्य नाम किम्? अत्र नञ् तत्पुरुषसमासः अस्ति वा? नञ् तत्पुरुषसमासः इत्युक्ते न एकः इत्युक्ते अत्र नञ् तत्पुरुषसमासे इत्युक्ते साधारणतया यदा वयं समासं निर्मामः, समस्तपदं निर्मामः, तदा पूर्वपदम् उत्तरपदं तथा पदद्वयमस्ति. उत्तरपदम् अजादिः अस्ति वा हलादिः अस्ति वा इति द्रष्टव्यम्. अजादिः इत्युक्ते तस्य उत्तरपदस्य प्रथमवर्णः अजन्तवर्णः अस्ति वा, उत्तरपदस्य प्रथमवर्णः हल् वर्णः अस्ति वा इति द्रष्टव्यम्. अतिवर्णः वदतु महोदय, वदतु किञ्चित् वदतु कस्मिन् विषये. तमे महोदय वदतु अत्र. अत्र अच् उत्तरपदम् अजादि अस्ति चेत् तत्र अन् इति किं वदामि, अत्र अन् इति योजयामः. हलादि अस्ति चेत् अकारः योजयामः. उत्तमं, तावदेव. इत्युक्ते अत्र किञ्चित् ध्वनिः अस्ति, किञ्चित् म्यूट् करोमि महोदय, बहु ध्वनिः अस्ति. अत्र यथा तने महोदयः उक्तवान् उत्तरपदम् अत्र नञ् तत्पुरुषसमासे उत्तरपदम् अजादिः अस्ति चेत् तत्र अच् वर्णः अस्ति चेत् तत्र अन् इति पदं योजयित्वा वदामः. तदर्थमेव अत्र एक इति पदम्, एक इत्यस्मिन् तत्र एक एकारः अस्ति, एकारः अजन्तवर्णः, अतः अजादिः, क्षम्यताम् अन्त नास्ति, अजादिः, अतः अनेक इति रूपमस्ति, एकः नास्ति अनेक. तदर्थमेव अत्र अनेकाः कथाः जानामि. कथं जानामि? महाभारतं पठित्वा जानामि. महाभारतं किमर्थं पठामि? अनेकाः कथाः ज्ञातुम्. अत्र प्रयोजनम् उक्तमस्ति, अनेकाः कथाः ज्ञातुं महाभारतं पठामि. उत्तमम्. अग्रिमं शोभा भगिनी भवती पठतु अग्रिमं वाक्यं. भवान् काश्मीरं गत्वा विहारं करोतु. भवान् काश्मीरं गच्छति, विहारं करोति. भवान् विहारं कर्तुं काश्मीरं गच्छति. उत्तमं. विहारः इति अत्र वि इति उपसर्गः अस्ति, हृ धातोः रूपमेव अत्र दत्तमस्ति. विहारः इति पदमस्ति, विहरति इति क्रियापदं, हरति, हृ धातोः रूपं, यथा कृ धातोः रूपं करोति, हृ धातोः रूपं हरति, किन्तु अत्र विहारः इति रूपमस्ति. उत्तमं. काश्मीरम् इति पदमपि कथम् आगतम् इति द्रष्टव्यं. काश्मीरम् इति पदं कोऽपि जानाति वा? अत्र काश्मीरम् इति पदं कथम् आगतम्? कोऽपि सम्बन्धः अस्ति वा अत्र काश्यानगर्यां, काश्यानगर्या सह? न महोदय, तथा नास्ति. किन्तु अहं चिन्तयामि तत्र स्याफ्रिन् स्याफ्रिन् इति वदामः तस्य तस्मिन् विषये किञ्चित् अत्र सम्बन्धः अस्ति इति भाति, तद्धितान्तं रूपम् इति भाति. काश्मीर काश्मीर तत्र काश्मीर इति तत्र पश्यतु आदिवृद्धिः अस्ति, तद्धितान्तं रूपम् इति भाति किमपि. अस्तु भगिनि, अपि च विहारः इत्युक्ते भ्रमणम् अस्ति वा? विहारम् इत्युक्ते भ्रमणम्. अस्तु, साधारणतया वयम् उपसर्गाणां विषये एकं श्लोकं शृणुमः, तत्र आहारविहार संहार इत्युक्ते तत्र भिन्नभिन्न उपसर्गाणां योजनेन तत्र भिन्न भिन्नपदानि साधयामः. तत्र आ उपसर्गपूर्वकः हुरुधातुः आहारः, वि उपसर्गपूर्वकः हुरुधातुः विहारः, संहारः प्रहारः, तादृश तत्र एकः श्लोकः अस्ति भिन्न उपसर्गाणां योजनेन भिन्नभिन्नरूपाणि कथं सिद्ध्यन्ति तस्मिन् विषये. उत्तमम्. अत्र भवान् विहारं कर्तुं काश्मीरं गच्छतु. उत्तमम्. अन्तिमं करोतु भगिनि, शोभा भगिनि. सः लेखं लिखित्वा पत्रिकासु प्रकाशयति. सः पत्रिकासु प्रकाशयितुं लेखं लिखति. पत्रिकासु रूपं किम्? पत्रिकासु बहुवचने सप्तमी विभक्तिरूपम्. अनन्तरम् अत्र लिख् धातोः रूपम् एव लेखः. अत्र अत्रापि लिख् धातुतः लेखः इति रूपम् आगतम्. उत्तमं. प्रकाशयति प्रकाशयितुं, वदतु भगिनि रूपं. प्रकाशयति निजन्तरूपम् अस्ति. प्रकाशयितुं तस्य तुमुन् रूपं कथं भवति न जानामि भगिनि. अत्र प्रकाशयितुं अत्र महोदय वदतु, तनय महोदय भवान् वक्तुं शक्नोति चेत् प्रकाशयितुम्. अत्र प्र उपसर्गपूर्वकः कश् धातुः अस्ति वा? अत्र काश् इति अस्ति इति भाति महोदय, काश् काश् इव धातुः अस्ति. ओ ओ अस्तु, प्रकाशयन्ति किन्तु निजन्तरूपम् इति भाति, किन्तु किमपि अस्तु. अत्र अहम् एकं वाक्यं वदामि. अत्र कथं वाक्यस्य किञ्चित् परिवर्तनं कृत्वा वदन्तु. अहं गृहे वासं करोमि इति वाक्यमस्ति. गृहे वासं कर्तुमिच्छामि, तत्र वाक्यस्य अन्ते कर्तुमिच्छामि इति योजयित्वा वदन्तु. कोऽपि वदतु, अहं गृहे वासं करोमि, तस्य परिवर्तनं कृत्वा अहं गृहे वासं कर्तुमिच्छामि तथा किञ्चित् अभ्यासं कुर्मः. वंशसुधा भगिनी वदतु, अत्र गणेशः देहलीं गच्छति. पुनरेकवारं वदतु भगिनि. सः देहलीं गच्छति भगिनि? सः देहलीं गच्छति. एकमेव क्रियापदम् अस्ति न भगिनि तत्र? ओ, इच्छति इति रूपं योजयामः भगिनि. इच्छति इति किञ्चित् परिवर्तनं कृत्वा वदतु, सः देहलीं गच्छति. आं भगिनि, सः देहलीं द्रष्टुं गच्छति. अत्र कः वदति, कोऽपि अन्यः वदतु. भगिनि अहं वदामि. सः देहलीं गन्तुम् इच्छति. गन्तुमिच्छति, उत्तमम्. अनन्तरं रामः क्रीडति, वदतु महोदय भवान्. रामः क्रीडितुम् इच्छति. महिला आभरणं धरति. महिला आभरणं धर्तुम् इच्छति. पुरुषः शक्तिं प्रदर्शयति पुरुषः शक्तिं प्रदर्शयितुम् इच्छति सुन्दरं गायकः गीतं गायति गायकः गीतं गायितुम् इच्छति गातुमिच्छति उत्तमम् अत्र गै धातोः रूपं गातुम् उत्तमम् अनन्तरं माता पाकं पचति माता पाकं पचितुमिच्छति अत्र पश्यतु पाकं पचति इति उक्तवती वदतु पाकं पचितुं पक्तुं कः वदति सम्यक् रीत्या वक्तव्यं माता पाकं पक्तुम् इच्छति पच् धातोः रूपं पक्तुं वदतु महोदय तदेव वाक्यं माता पाकं पक्तुम् इच्छति उत्तमम् अहं देवं नमामि अहं देवं नमनं कर्तुम् इच्छामि नन्तुम् इच्छामि उत्तमम् उत्तमम् अत्र एतादृशानि रूपाणि किञ्चित् भिन्नरूपाणि तदर्थं पृच्छामि उत्तमम् अत्र नमामि इति पदमस्ति नमामि इति पदस्य तुमन्नन्तं रूपं नन्तुं तदर्थम् अहं देवालयं गच्छामि किन्तु किमर्थं गच्छामि देवं नन्तुम् इच्छामि नन्तुं गच्छामि नन्तुम् इच्छामि उत्तमम् अनन्तरम् अहम् उद्यानं गच्छामि फलं चिनोमि अहम् फलं चेतुम् उद्यानं गच्छामि उत्तमम् अत्र पश्यन्तु धातुः अस्ति ची धातुः ची धातोः रूपं चिनोति चिनोति लट्लकाररूपं किन्तु तस्य तुमुन्नन्तं रूपं चेतुम् चेतुं गच्छामि फलं चेतुम् उद्यानं गच्छामि इत्युक्ते दीर्घचि धातु ह्रस्वचि धातु दीर्घ चैतुं न नास्ति चेतुं चेतुं चेतुम् इति चि धातोः लट्लकाररूपं चिनोति अत्र चेतुम् इति भवति ल्युडन्तरूपं कः वदति चि धातोः ल्युडन्तरूपं चयनं चयनम् उत्तमं चयनम् इत्युक्ते आङ्ग्लभाषायां किं वदामः सेलेक्षन् सेलेक्षन् इति वदामः उत्तमम् उत्तमरीत्या वयम् अभ्यासं कृतवन्तः अत्र अस्माकं पार्श्वे संक्षेपरामायणम् इति कथा अस्ति गते सप्ताहे वयम् आरब्धं कृतवन्तः किन्तु अत्र अद्य समयातीतः अभवत् सर्वे कथां पठन्तु अग्रिमे सप्ताहे तस्याः विषये किञ्चित् चिन्तनं कुर्मः अधुना अत्र स्थगयाम अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा इतोपि नूतनान् विषयान् ज्ञास्यामः सर्वेषां धन्यवादः नमस्कारः धन्यवादः धन्यवादः भगिनी नमस्कारः